सौराष्ट्रे सोमनाथम च श्रीशैले मल्लिकार्जुनम्। ॐ नमः शिवाय। उज्जैन्यां महाकालम् ओंकारम् अमलेश्वरम्। ॐ नमः शिवाय। परल्यां वैजनाथं च डाकिन्यां भीमशंकरम्। ॐ नमः शिवाय। रामेशं नागेशं दारुकावने। ॐ नमः शिवाय। वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमी तटे। ॐ नमः शिवाय। हिमालयं तु केदारं गुस्रूणेशं शिवालये। ॐ नमः शिवाय। एतानि ज्योतिर्लिंगानि सायं प्रातः पठे नरः। सप्त जन्म कृतं पापं स्मरणेन विनश्यति। सप्त जन्म कृतं पापं स्मरणेन विनश्यति। सप्त जन्म कृतं पापं स्मरणेन विनश्यति। सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जैन्यां महाकालम् ओंकारम् अमलेश्वरम्। परल्यां वैजनाथं च डाकिन्यां भीमशंकरम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने। वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमी तटे। हिमालयं तु केदारं गुस्रूणेशं शिवालये। एतानि ज्योतिर्लिंगानि सायं प्रातः पठे नरः। सप्त जन्म कृतं पापं स्मरणेन विनश्यति।